अस्तु, तर्हि अद्यतनविषयः अणत्वम् इति विषयः अस्ति, तत्र च किञ्चित् पुनस्मरणं कृत्वा अग्रे गच्छेम. अत्र अणत्वसम्बद्धकरपत्रम् अस्माकं पुरतः स्यात्. तत्र प्रथमं सूत्रं राजेन्द्रमहोदय वदतु. प्रथमं सूत्रं किम्? आं महोदय, रसाभ्यां नूनः समानपदे. अत्र सूत्रं वदति यत् ऋकारः रेफः षकारः समानपदे पूर्वं भवति, तदनन्तरं दन्तीनकारस्य नत्वं भवति समानपदे. तावदेव वदनेन तत्र सत्यं नास्ति, तत्र दोषः अस्ति, महान् दोषः. सम्यक्तया वदतु भोः. निमित्तं तु ऋकारः रेफः षकारः भवेत् समानपदे. पुनः वदनेन न कोऽपि लाभः, पुनः वदनेन न कोऽपि लाभः. तत्र किम् अवशिष्टम्? अस्तु, जयन्ति भगिनी सायं करोति वा? समानपदम् इति उक्तं तेन, नकारस्य नकारः न अवशिष्टं किम् इति न जानामि महोदय. साक्षात् अनन्तरम् इत्युक्ते रसाभ्याम् इति पञ्चमी अन्तम् इत्युक्ते साक्षात् परं कार्यं, तत्र निमित्तात् परं नकारः, निमित्तमस्ति रेपः षकारः ऋकारः, एतेषु अन्यतमः वर्णः अस्ति चेत् तत्र साक्षात् परं निमित्तं, साक्षात् परं नकारः अस्ति, नकारस्य णत्वं भवति, इति समानपदे अस्ति. बहु समीचीनमस्ति. किमर्थं साक्षात्? पुनः वदतु. रसाभ्यां नो नः समानपदे इति सूत्रे रसाभ्याम् इत्यस्य पञ्चमी विभक्तिः अस्ति. पञ्चम्यन्तम् इत्युक्ते परकार्यम् इत्युक्ते साक्षात् परं, तत्र सूत्रमस्ति किल, तस्मात् इति उत्तरस्य इति, तत् परिभाषासूत्रेण तत्र निमित्तं पूर्वं तस्य साक्षात् परं नकारः अस्ति चेत् नकारस्य नत्वं भवति. तत्र व्याकरणविषये वयं जानीमः खलु, पञ्चमी विभक्तेः विशिष्टः अर्थः भवति. भगिन्या उक्तं तत्र परिभाषासूत्रं तस्मादिति उत्तरस्य इति सूत्रेण, यत् साक्षात् पूर्वं तत् कारणं भवति, नो चेत् न. साक्षात् पञ्चमीविभक्तेः प्रमाणेन रसाभ्याम् इति द्विवचनस्य पञ्चमीविभक्त्यन्तं पदमस्ति, रसाभ्यां नूनः समानपदे इति कृत्वा पूर्णः इति, यथा रेफः अनन्तरं नकारः, पूर्णः इति तादृशशब्दाः भवन्ति चेदेव रसाभ्यां नूनः समानपदे. राजेन्द्रमहोदय खलु? आम् महोदय, इति अवश्यं वक्तव्यमस्ति. अस्तु, द्वितीयं सूत्रं सरला भगिनी वदतु. पुनः वदतु, मन्दं सम्यक्तया उच्चारयतु. एतत् सूत्रमपि समानपदे अस्ति, रसाभ्यां नोन तस्य पूर्ण अनुवृत्तिः अस्ति. यदि निमित्त ऋकार षकार वा रेफस्य परतः अट् प्रत्याहारस्य क वर्ग वा प वर्ग आङ् वा नुम् इति वर्णा आगच्छन्ति, तर्हि नकारस्य रत्वं भवति समानपदे. अट् कु पु आङ् नुम् तत्र अनुस्वारः अपि अन्तर्भूतः. अस्तु, बहु समीचीनम्. उपसर्गं भवति अनुस्वारः तत्र. कर्वर्गीयवर्णः अपि प्रत्याहारे सर्वे स्वराः अपि हयवरात् आगच्छन्ति. बहु समीचीनमस्ति. इति एतेषु वर्णेषु केचन मध्ये कार्यकारणयोः मध्ये यदि एतेषु केचन भवन्ति चेदपि, नाम यदि चेत् इति न, केचन भवन्ति चेदपि तत्र तत्र कार्यं भवति. समीचीनमस्ति. तत्र नुं व्यवायेपि, व्यवायः इति व्यवायः इति पृथक् करोति इति अर्थः. व्यवहितः, व्यवायः व्यवहितः इति अर्थः. अस्तु, समीचीनमस्ति. इदानीं तृतीयम् अस्माकं तृतीयं सूत्रम् अत्र लक्ष्मी भगिनी वदतु. प्रातिपदिकान्तनुं विभक्तिषु च इति तृतीयं सूत्रं समासस्य प्रसङ्गे एतत् सूत्रं कार्यं करोति. सामान्यतया समासे नत्वं न भवति, परन्तु अनेन सूत्रेण नत्वं भवति. अत्र समासे पूर्वपदम् उत्तरपदम् इति पदद्वयम् अस्ति. पूर्वपदस्य कारणेन तत्र स्पीकर् फोन् इति नास्ति खलु? स्पीकर् फोन् नास्ति सामान्य दूरवाणी इति. श्रूयते वा? अतीव दूरं, श्रूयते, किन्तु दूरं. तत्र तत्र दूरवाणी अस्ति वा? तत्र ब्लूटूत् इत्यादिकं तत्र स्पीकर् फोन् इति न अपेक्षितमस्ति. सामान्यदूरवाण्या? आं महोदय. अस्तु, वदतु. समासस्य प्रसङ्गे एतत् सूत्रं कार्यं करोति. समासे पूर्वपदम् उत्तरपदम् इति पदद्वयम् अस्ति. सामान्यतया अत्र पूर्वपदस्य कारणेन पूर्वपदं निमित्तं भवति. अत्र यदि पूर्वपदे नकारान्तप्रातिपदिकं वा अथवा विभक्तिसम्बन्धिनकारः वा अथवा नुं सम्बन्धि इत्युक्ते अत्र नपुंसकलिङ्गे बहुवचनं तथा भवति चेत् विकल्पेन नत्वं भवति. अत्र प्रातिपदिकान्तनं विभक्तिषु च इत्यस्मिन् सूत्रे रषाभ्यां नोणः अक्वप्वाणुं व्यवायेपि द्वे सूत्रद्वये यानि पदानि सन्ति सर्वे अपि अनुवृत्तानि भवन्ति, परन्तु केवलं समानपदे इति पदं केवलं तदेव अनुवृत्तिः नास्ति. अतः अयम् इदं सूत्रं समासप्रसङ्गे कार्यं करोति. बहु समीचीनमस्ति. त्रिषु स्थलेषु विकल्पेन एतेषु त्रिषु स्थलेषु समासे अपि निमित्तं पूर्वपदे, कार्यम् उत्तरपदे चेत् नत्वं भवति इति प्रातिपदिकान्त नुं विभक्तिषु च इति सूत्रेण. अस्तु, विकल्पेन, विकल्पेन इति उक्तमस्ति. समीचीनमस्ति. इदानीं अग्रे रत्ना भगिनी तत्र अग्रिमं सूत्रं कुमति चाति. अस्तु, कुमति च इति सूत्रेण कवर्गः उत्तरपदे अस्ति चेत् अणत्वं नित्यं भवति. इत्युक्ते यथा लक्ष्मीभगिन्या उक्तं, प्रातिपदिकान्त नुमुन् विभक्तिषु इति अपि सूत्रं कार्यं करोति. तदनन्तरं कुमति च इति अपि स्वीकर्तव्यं, यत्र कवर्गस्य कोऽपि वर्णः उत्तरपदे अस्ति चेत् अणत्वं नित्यं भवति, विकल्पेन न. उदाहरणं वदामि वा महोदय? अस्तु, अत्र वदतु यत् किमपि. अस्तु, दौर्भाग्येन इति पदं स्वीकुर्मः चेत् दौर् अपि च भाग्येन इति भवति. अत्र रकारः निमित्तं पूर्वपदे अस्ति. भाग्येन इति पदे गकारः इत्युक्ते कवर्गीय व्यञ्जनम् अस्ति अत्र, अतः दौर्भाग्येन इत्येव भवति, दौर्भाग्येन इति न भवति. नित्यं नित्यं बहु सम्यक् बहु सम्यक् अस्तु. इदानीम् अत्र सप्तमं सूत्रं सप्तमं सूत्रमिति अग्रिममस्ति. कः वदति तत्र? जयन्ति भगिनी वदति वा? भगिनी अस्ति? आम् आम् आं महोदय. कुमति चेत् यस्य अनन्तरं न न सप्तमम् इदानीं अग्रिमं वयं न पठितवन्तः तावता. कुमति चेत् यस्य अनन्तरं तत्र सूत्रद्वयं त्यक्त्वा अग्रे सप्तमं सूत्रं पूर्वपदात् संज्ञायाम् अगः इति वा महोदय? हा हा हा तत्र न स्मरति चेत् साक्षात् पठतु यद् लिखितमस्ति तत् पठतु. आं तस्मिन् भागे पूर्वपदात् संज्ञायाम् अगः पूर्वपदस्थान् निमित्तात् उत्तरस्य गकारवर्जितात् नकारस्य णकारः आदेशो भवति संज्ञायां विषये. पूर्वपदे णत्वस्य निमित्तं वर्तते. पूर्वपदस्य अन्तिमवर्णः गकारो नास्ति, सम्पूर्णपदं नाम अस्ति इति चेत् उत्तरपदे विद्यमानस्य नकारस्य नकारादेशो भवति. इत्युक्ते अत्र पुनः समस्तपदानां विषये एव अयं सूत्रः. पूर्वपदात् संज्ञायाम् अगः इत्युक्ते प्रथमं तु पूर्वपदे निमित्तम् अस्ति रकार ऋकार वा षकार षकारः इति वर्णः. उत्तरपदे पुनः कार्यं भवति. पूर्वपदस्तात् निमित्तात् गकारवर्जितात् उत्तरस्य इत्युक्ते साधारणतया कुमति च इत्यनेन उत्तरपदे कवर्गीयवर्णः अस्ति चेत् तत्र नित्यं भवति नत्वं, परन्तु अत्र कवर्गीयवर्णः नास्ति उत्तरपदे, परन्तु समस्तं पदं तु संज्ञारूपम् अस्ति. संज्ञा अस्ति इति कृत्वा नित्येन नत्वं भवति, नकारादेशः भवति. तत्र अगः इति किमस्ति? अगः बहु सम्यक्तया उक्तमस्ति. अगः इत्युक्ते नाम पूर्वपदात् संज्ञायाम् अगः. तत्र अत्र व्याख्यानस्य द्वितीयं वाक्यं पठतु. व्याख्यानस्य द्वितीयं वाक्यं वाक्यमस्ति यत् पूर्वपदे णत्वस्य निमित्तं वर्तते. पूर्वपदस्य अन्तिमवर्णः गकारो नास्ति अगः इत्युक्ते हा इति अस्ति. अस्तु इत्युक्ते पूर्वपदस्य अन्तिमवर्णः गकारः नास्ति, अतः अगः इति आगच्छति. अगः इति अस्य का विभक्तिः स्यात्? अत्र एकं स्मर्तव्यमस्ति यत् यत्र सप्तमी विभक्तिः अस्ति तत्र पूर्वकार्यमिति निर्दिष्टमस्ति व्याकरणे. व्याकरणविषयः भवत्याः कृते नूतनविषयः. सप्तमीविभक्तिः इत्युक्ते पूर्वं पूर्वकार्यं. पञ्चमीविभक्तिः इत्युक्ते परकार्यमस्ति. षष्टिविभक्तिः इत्युक्ते स्थाने. प्रथमाविभक्तिः इत्युक्ते आदेशः. तर्हि तदाधारेण अस्माभिः चिन्तनीयमस्ति यत् अगः इत्यस्य का विभक्तिः स्यात्. अगः अत्र हलन्तशब्दः अस्ति, अजन्तशब्दः नास्ति. नाम अग् इति इदानीं शब्दः अस्ति, यथा रामशब्दः, रामशब्दः अकारान्तशब्दः अस्ति, अथवा इदानीं गुणिन् इति नकारान्तशब्दः, हलन्तशब्दः अस्ति गुणिन्. इदानीम् अगः इति प्रातिपदिकं किम्? अग् गकारान्तशब्दः अस्ति, अग् इति अस्ति गकारान्तशब्दः अस्ति, यथा कर्मन् इति नकारान्तशब्दः अस्ति, अथवा सुहृद् इति दकारान्तशब्दः, दकारान्तः इति वा, अत्र गकारान्तशब्दः अस्ति. तर्हि गकारान्तशब्दस्य अग् इति कृत्वा तत्र अगः इत्यस्य विभक्तिः का स्यात्, का विभक्तिः इति पुष्पभगिनी वदतु. तत्र पञ्चमी विभक्तिः अस्ति महोदय. किमिति? परकार्यं करोति तथैव अत्र पञ्चमीभक्ति. पञ्चमीभक्तिः, हा सम्यक् सम्यक्, न श्रुतं मया. पञ्चमीभक्तिः बहु समीचीनमस्ति. अगः तदर्थं व्याख्याने लिखितमस्ति, पूर्वपदस्थात् निमित्तात् उत्तरस्य गकारवर्जितात् इति, गकारवर्जितात् इति पञ्चमी अस्ति. तत्र पूर्वपदस्य अन्तिमवर्णः गकारः न स्यात् इति अर्थः विवक्षितः अस्ति. समीचीनमस्ति. अस्तु, इदानीं जगन्नाथमहोदय उपलब्धः वा? आं महोदय. अत्र उदाहरणं पठतु अत्र. रामयोग अयनं, रामयोग अयनं, रामायणं वा रामायणां वा, दोषः अस्ति, रामायणम्. अत्र यद्यपि तत् समस्तपदमस्ति रामायणं, तेषां भिन्नभिन्न अर्थाः अपि सन्ति, किन्तु रामायणम् इति तु प्रसिद्धतया एकं पुस्तकस्य नाम एव. अस्मिन् प्रसङ्गे पूर्वपदात् संज्ञायाम् अगः इति, तत्र गकारः अपि नास्ति पदे, आयनं पदे. नामपदे नामपदे नास्ति. तर्हि एतत् रामायणम् इति अत्र नकारस्य णत्वं नित्यं भवति अस्मिन् प्रसङ्गे. अस्तु, द्वितीयम् उदाहरणं वदतु. शूर्पण, शूर्पयोगनख, शूर्पणख इति. अत्रापि भिन्नार्थः स्यात्. शूर्पणख पणख इति प्रसिद्धतया रावणस्य भगिन्या नाम एव सर्वे जानन्ति. तत्र तत्रापि नकारस्य णत्वं नित्यं भवति. अग्रे संज्ञायां विषये इति किं? चर्मनासिकः चर्मनासिकः अत्र तु चर्म अत्र तु एतत् न भवति. चर्म एतत्तु समस्तपदं चर्मयोगनासिक. पूर्वपदात् संज्ञायाम् अगः इति सूत्रम् अत्र कार्यं न करोति. अन्य किमर्थं न करोति? चर्मनासिकः इति कस्य नामपदं नास्ति. हा नामपदं, हा नाम नाम नास्ति, नाम नास्ति, तत्र संज्ञा संज्ञा नास्ति, नाम नास्ति इति कृत्वा. अग्रे अग्रे यद्यपि पूर्वपदे रेफा अस्ति, अग्रिमे तत्र नकारः अस्ति, समासः अस्ति, किन्तु अत्र संज्ञा नास्ति इति कृत्वा अनेन सूत्रेण अणत्वं न भवति. अस्तु अग्रे अग्रे गकारवर्जिताद् इति किम् अस्तु ऋगायनम् ऋगायनम् ऋगायनमिति नाम अस्ति वा नास्ति वा अहं तु न जानामि, न मया तु न श्रुतं. ऋगायनम् अत्रापि यदि नामपदमस्ति तत् तर्हि अपि गकार अस्ति अत्र मध्ये, तस्मात् एतत् पूर्वपदासंज्ञायाम् अगः इति सूत्रं कार्यं न करोति. तस्मात् गकारः मध्ये अस्ति इति पर्याप्तं नास्ति, अत्र पूर्वपदस्य अन्तिमवर्णः गकारः इति कृत्वा पूर्वपदे निमित्तम् उपस्थितम् इति चेदपि उत्तरपदस्य स्थितस्य नकारस्य स्थाने नकारादेशः न भवति. किमर्थं? पूर्वपदस्य अन्तिमवर्णः गकारः, अनेन कारणेन. अस्तु, समीचीनमस्ति. इति इमानि सूत्राणि ज्ञातानि सन्ति अस्माभिः तावता. अस्तु, इदानीं पञ्चमं सूत्रमेकवारं पश्येम अत्र किमस्ति. सुब्रह्मण्यं महोदय तत्र पठतु कृपया. महोदय एकः प्रश्नः, अत्र सप्तमसूत्रे द्वितीयसूत्रमपि स्वीकर्तव्यं वा? इत्युक्ते चकार तकार टकारः न भवति चेदेव कार्यं भवति इति? सत्यं. अस्तु, सत्यं, तत्तु सर्वत्र अस्ति. सम्पूर्णरीत्या सूत्रस्य व्याख्या न प्रदर्शितं मया, किन्तु एतत् सर्वम् अस्ति चेत् नाम प्रथमं सूत्रम् अपि च द्वितीयं नवत्रिंशत् अणत्वा विधायकसूत्राणि सन्ति, तत्र नवत्रिंशत्, तेषु सर्वत्र रसाभ्यां नो नः समानपदे अपि च अट्कुपाङ् नुं विवाये अपि अनुवर्तन्ते. अस्तु, धन्यवादः. हा, इति सर्वत्र अस्ति. अस्तु, नमस्ते महोदय, अखिल अस्मि. अस्तु भगिनि, समीचीनं समीचीनम्. अन्य कोऽपि वा? अस्तु महोदय, अग्रे. उपसर्गादसमासेऽपि णोपदेशस्य उपसर्गस्थात् निमित्तात् परस्य णोपदेशस्य धातोः नस्य णः स्यात् समासे असमासे अपि. आधिक्येन नकारादिधातवः यथा नी नयति, नं नमति, नश् नश्यति, एते धातवः वस्तुतः उपदेशे नकारादयः सन्ति. अतः अनेन सूत्रेण यत्र नकारादिधातुः उपसर्गपूर्वकः अस्ति अपि च उपसर्गे णत्वस्य निमित्तम् अस्ति तत्र णत्वं भविष्यति समासे असमासे अपि. तिङन्तपदं समासो न भवति इति कारणतः सूत्रे असमासेऽपि इत्युक्तम्. अत्र इदानीं सूत्रमस्ति उपसर्गादसमासेऽपि णोपदेशस्य. अत्र विषयः अस्ति यत्र धातोः उपदेशावस्थायाम् आदौ णकारः अस्ति अपि च अत्र उपसर्गः पूर्वम् अस्ति, उपसर्गे निमित्तमस्ति, तस्यां स्थितौ अत्र किं भवति इत्युक्ते यः इदानीं नकारः अभवत्, सः नकारः णकारः भवति इति. अत्र विषयः धातुः जानीयुः. उपदेशे इत्युक्ते धातुः मूलस्थितौ महोदय, इत्युक्ते नि इति प्रायः अत्र उपदेशावस्थायाम् इत्युक्ते अत्र धातुः मूलरूपं यद्भवति, धातोः मूलरूपम्, अपि च अनन्तरं किं भवति इत्युक्ते अत्र व्यावहारिकरूपेण अत्र किञ्चित् धातोः परिवर्तनं भवति. परिवर्तनात् पूर्वं यः यद्रूपमस्ति तदस्ति उपदेश अवस्था. तस्मिन् तस्यां स्थितौ धातोः एकं वदामि, अत्र बहु सम्यक् अस्ति उक्तं भवता. अत्र केवलं तत्र सर्वैः अवगन्तव्यमस्ति, प्रत्येकं धातोः शास्त्रीयरूपमस्ति, लौकिकरूपं च अस्ति. शास्त्रीयरूपं लौकिकरूपं, यथा कृ धातुः करोति, करोति इति लत्कारः, तत्र धातुः अस्ति कृ, लौकिकरूपमस्ति कृ. किन्तु शास्त्रीयरूपमस्ति डुक्रे, डुक्रिय इति धातुः, डुक्रियकरणे इति, तत्र लौकिकरूपं कृ, शास्त्रीयरूपम् अस्ति डुक्रिय. तत्र इत्संज्ञकवर्णाः सन्ति, तेषां लोपः भवति, अनेन तत्र कृ धातुः निष्पद्यते. एवमेव सुब्रह्मण्यमहोदय तत्र अधोभागे पठतु, अधोभागे वस्तुतः. वस्तुतः धातवः णि, णष्, णः, णम् एवमेव अणश, अणः, वस्तुतः धातवः णि, णष, णः, णम एवम् एव पञ्चत्रिंशत् नकारादिधातवः सन्ति. केवलम् अष्टधातवः उपदेशे नकारादयः सन्ति. नद्, नाद्, नाथ्, नाद्, नन्द्, नक्, नृ, नृत् च. अतः प्रनर्दति, प्रनर्दितुं, प्रनर्दकः. अत्र यद्यपि निमित्तम् अस्ति तथापि णत्वं न भवति. इदानीमत्र दत्तमस्ति अत्र धातुपाठे पञ्चत्रिंशत् नकारादिधातवः सन्ति. इत्युक्ते अत्र धातोः उपदेशावस्थायाम् आदौ णकारः अस्ति, अपि च केवलम् अष्टधातवः एव सन्ति. तेषाम् अत्र तेषु उपदेशावस्थायां केवलं नकारः एव अस्ति. तादृशधातवः सन्ति नर्द, नद्, नाद्, नाथ्, नाद्, नन्द्, नक्, नृ, नृत्. अतः अत्र प्रनर्दति अस्ति, उदाहरणरूपेण दत्तमस्ति. प्र उपसर्गः अस्ति, नर्दति इति तिङन्तपदमस्ति. अत्र यद्यपि पूर्वपदे निमित्तमस्ति, उत्तरपदे नकारः अस्ति, मध्ये कोऽपि बाधा नास्ति, तथापि अत्र नकारः णकारः न भवति. किमर्थमित्युक्ते अत्र उपदेशावस्थायां धातोः आदिमवर्णः केवलं नकारः अस्ति, न तु णकारः. अतः हा, बहु समीचीनमस्ति. इत्युक्ते अत्र प्रणर्दति इति तिङन्तपदे अत्र रसाभ्यां नोणः समानपदे, अपि च अद्कुप्वाङ्नुं विवायेति इति सूत्राभ्यां, द्वाभ्यां सूत्राभ्याम् अत्र णत्वं न भवति स्म. अतः विशिष्टसूत्रम् अपेक्षते. अत्र उपसर्गादसमासेऽपि अनुपदेशस्य इति सूत्रेण अपि अत्र णत्वं न भवति, यतोहि शास्त्रीय धातुः तत्र शास्त्रीयरूपं तत्र दन्त्यनकारादिः अस्ति, न तु मुडनकारादिः। किन्तु यत्र यथा अणीय अणीय इति धातुः अस्ति, तत्र नयति नयति इत्यस्य शास्त्रीयरूपम् अस्ति अणीय। तत्र णी धातुः इति यथा वदामः तस्य शास्त्रीयरूपमस्ति अणीय इति कृत्वा विशिष्टसूत्रेण नो तत्र नकारस्य स्थाने नकारादेश नकारादेश भवति, लौकिकधातुः भवति नि। अत्र अत्र किं भवति इति अखिलभगिनी अग्रे प्रदर्शितु, अत्र यथा समासे इति उदाहरणानि सन्ति। आं महोदय, यथा समासे प्रयोगः नियोगः ल्युट् प्रयोगः नयनं प्रणयनम् इति भवति। अत्र प्र इत्यत्र रेपः निमित्तम् अस्ति, रेपस्य अनन्तरं तत्र समासपदं प्रणयनम् इत्यत्र नकारः मूलौ तु तस्य नकारः अस्ति इति कृत्वा अत्र समासपदे प्रणयनम् इति प्र इति उपसर्गः तस्य अनन्तरं उपसर्गयुक्तपदं समासपदं भवति इति कृत्वा अत्र समासस्य विषयः णि इति धातुः मूले णि आसीत् इति कृत्वा तस्य मूलनकारः आगच्छति, प्रणयनम् इति रूपं निष्पन्नं भवति। अपि च अत्र प्रातिपदिकान्त नुं विभक्तिषु च इति सूत्रेण किमर्थम् अनेन सूत्रेण अणत्वं न स्यात्? यतोहि अत्र प्रातिपदिकान्त इति अस्ति खलु महोदय, तर्हि तत्र तत्र तस्मिन् सूत्रे विषयत्रयमस्ति, एतत् प्रथममस्ति प्रातिपदिकान्तनकारः इति, अत्र तु प्रातिपदिकान्तनकारः नास्ति, तत्र णि इति आदौ अस्ति। द्वितीयमस्ति तत्र नुं सम्बन्धनकारः इत्युक्ते अत्र अत्र अस्मिन् प्रसङ्गे तत्र प्रकृतौ नाम उदाहरणे अत्र प्रातिपदिकं किं नयनं प्र अपि च नयनम् इति प्रातिपदिकम् नयन इति अकारान्त नपुंसकलिङ्गपदम् नयन अकारान्त नपुंसकलिङ्गशब्दः नयन इति, तत्र अकारान्तः न तु नकारान्तः। अस्तु, समीचीनम्। अपि च द्वितीयनिमित्तमस्ति तस्मिन् तत्र नुं सम्बन्धनकारः इति, इत्युक्ते तत्र प्रथमा द्वितीया बहुवचने यत् नकारः भवति तस्य विषये, तर्हि तदपि अत्र नास्ति, यतोहि पुनः तत्र णि इति धातुः अस्ति। तृतीयमस्ति विभक्तिसम्बन्धनकारः इति, तदपि अत्र नास्ति, तर्हि तस्य अत्र अत्र नपुंसकलिङ्गशब्दः इति तु अस्ति खलु, नपुंसकलिङ्गशब्दः इति तु अस्ति नयन, अत्र बहुवचने प्रथमाविभक्तौ नयनानि, नयनानि इति यदि स्यात् तत्र नुमति आसीत् तस्मिन् विषये चिन्तयितुं वयं शक्तवन्तः, बाधाः सन्ति इति अन्यविषयः, किन्तु नयनानि तत्र प्रसङ्गः कथञ्चित् आसीत्, अत्र तु नास्ति। अस्तु, समीचीनम् अग्रे। तृतीयमस्ति विभक्तिसम्बन्धिनकारः इति, तदपि अत्र नास्ति, इत्युक्ते यदा पुनः यदा महोदयेन उक्तं प्रणयनेन इति यदा तृतीया विभक्तियन्तरूपम् आगच्छति तस्मिन् सन्दर्भे तादृशचिन्तनं भवेत्, परन्तु अत्र तु तादृशरूपं नास्ति इति कृत्वा तस्य प्रसङ्गः अपि नास्ति, तर्हि प्रणयनम् इति एतेन सूत्रेण एव रूपं भवति। समीचीनमस्ति, अग्रे। हा, परियोगः नाम तत्रापि तथैव, यथा पूर्व उदाहरणमासीत् तद्वत् अत्रापि नकारस्य णत्वं भवति, परिणामः इति रूपम्। परियोगः नियोगः इत्युक्ते अत्र उपसर्गः अस्ति परि, अत्र उपदेशकधातुः अस्ति अणम, नमति इति अणम अस्ति अणम, अनन्तरं लौकिकधातुः भवति भवति नम् नम्, अनन्तरं नाम तत्र परियोगः नाम इति परिणामः इति निष्पद्यते, स्पष्टं स्यात्। तत्र अस्माकं निमित्तानि सन्ति, तत्र उपसर्गः पूर्वमस्ति, तस्मिन् रेफा अस्ति, उत्तरपदम् अत्र तत्र अणोपदेशः अस्ति, अणोपदेशः अस्ति नाम, अनन्तरं नाम इति तत्र अन्ततो गत्वा सुबन्तपदस्य निर्माणप्रसङ्गे तत्र नाम इति भवति परिणाम। अस्तु, समीचीनमस्ति, स्पष्टं स्यात्। अग्रे अन्य कोऽपि यः न उक्तवान् तावता, बालसुब्रह्मण्यं महोदय अग्रे किमस्ति? मासे प्रयोग नम् योग शप् योगति असमासे कुत्र न परि परियोगः नियोगः नूलति परिनायकः इति तृतीयम् उदाहरणं। तृतीयं परियोग नम् योग तिन् नि परियोगः नि अस्ति खलु, तृतीयम् उदाहरणं क्षम्यतां, परियोग नि योग नुल् नि इति नुत्व नकारः औपदेशिकमूलरूपे, तस्मात् परि न नत्वं भवति, परि न नुल् प्रत्ययः कार्यं करोति, परिनायकः इति रूपम्। तत्र निमित्तानि सन्ति, उपसर्गम् अस्तु अग्रे अग्रे प्रायं महोदय। हा अग्रे वदतु, अत्र परियोगः णि, तत्र णीय इति मूलधातुः अस्ति, अणीय तत्र अणोपदेशकधातुः अस्ति, परि इति अस्मिन् रेफ इति अस्ति। अग्रे अग्रे अग्रिम उदाहरणं परियोग नम् योग तिन्, अत्रापि परि नम् इति औपदेशिक नकारः, तस्मात् परि नत्वं भवति, परि न इति तिन् इति अन्तिमप्रत्ययः, तिन् परिणतिः इति किमिति तिन् तिन् क्तिन् क्तिन् गतिः मतिः तिन् प्रत्ययः भावार्थे अस्ति। धन्यवादः। यथा गमनं ल्युट् क्तिन् गम् धातोः क्तिन् अस्ति गतिः तस्मिन्नेव अर्थे। धन्यवादः। मीना भगिनी अग्रे। परि योगः नः नः योगः त परिणद्ध इति रूपं, नः इत्यस्य नकारमूलरूपं, नकारः उपदेशावस्थायामस्ति, अतः परिणद्ध। हा बहु समीचीनमस्ति अग्रे। परियोगः नम् योगः गञ्ज् परिणामः इति गञ्ज् इति न घञ् अत्र जकारः इति नास्ति खलु, झ झ ञ घञ् घञ् परियोगः नम् योगः घञ् घञ् अत्र परिणामः इति रूपं, नम् इत्यस्य नम् इति आदेशे आदेशावस्थायां नम् इति अस्ति, अतः रे उपसर्गे रेपः अस्ति, तत् निमित्तात् नकारः नकार भवति। बहु समीचीनमस्ति। किमिति कथम् अस्ति गञ्? प्रश्नः अस्ति नाम घञ् इति अस्य कार्यं कथम् अस्ति अत्र, न अत्र मास्तु, अत्र आवश्यकता नास्ति, अस्माकं विषयः नत्वं घञ् इति अस्य तत्र बुधवासरे कदाचित् भविष्यति अग्रे असमासे। किमिति मम एकः प्रश्नः अस्ति, अत्र परियोगः नः योगः त इति अस्ति, तत्र मध्ये आङ् इति अस्ति चेत् अपि एतेन सूत्रेण एव कार्यं भवति वा? मध्ये आङ् नाम उपसर्गः वा? आङ् इति उपसर्गः. पूर्वं तत्र अट्कुप् वाङ् नुम् व्यवाये अपि इत्यस्मिन् सूत्रे अधः पर्यणद्दः पर्यणद्द इति उदाहरणमस्ति. तद् एतेन सूत्रेण भवति वा? हा सत्यं सत्यं सत्यं समीचीनं भगिनि, अनेनैव सूत्रेण अस्ति. सम्यक् सम्यक्. अस्तु अग्रे गच्छेम. असमासे मेहुल् महोदय. मेहुल् महोदय. आं धन्यवादः. असमासे प्रयोगः नम् योगः शप् योगः ति प्रणमति इति भवति. अत्र पूर्वपदे उपसर्ग अस्ति प्र, तत्र ऋकारः निमित्तः अस्ति. अनन्तरं नम् इति धातुः अस्ति, तत्र तस्य धातुः उपदेशे अवस्था णकारः अस्ति, अतः नकारस्य णकारः भवति, प्रणमति इति भवति. अत्र अत्रापि अस्माकं सामान्यचिन्तनेन रसाभ्यां नो नः समानपदे, अपि च उत्पट्कुप्वाङ् नुं विवायेति इति सूत्राभ्याम् अत्र कार्यं न भवति स्म समानपदे इत्यस्य अभावे. आम् आम्. इति कृत्वा अन्यत् सूत्रमपेक्षितम् आसीत्, तदर्थम् उपसर्गात् असमासे अपि णोपदेशस्य इति सूत्रेण भवति. अस्तु, बहु समीचीनमस्ति, बहु सम्यक् अस्ति. विद्याभगिनी अग्रे अग्रिमं किमिति प्रश्नः अस्ति. अत्र असमासे इति अस्ति खलु, इत्युक्ते असमासे इत्युक्ते तत्र सकण्डपदम् इत्युक्ते समानपदम् इति अर्थः नास्ति वा? तत्र इत्युक्ते किञ्चित् भ्रमः अस्ति महोदय. असमासे परन्तु समासपदं नास्ति चेत् किम् अर्थः कः? तयोः मध्ये भेदः कः? अत्र अत्र अखण्डपदं सखण्डपदम् इति विषयः अस्ति खलु. समानपदम् अपि च समस्तपदम् इति पदयोः अर्थः समानः नास्ति. समानपदम् अपि च असमस्तपदम् इति वदामः. समानपदम् असमस्तपदम् इति अनयोः अर्थः समानः नास्ति, यतोहि समानपदं नास्ति इति या श्रेणी अस्ति तत्र समासः अपि अन्तर्भूतः अस्ति, किन्तु एतादृश तिङन्तपदमपि अन्तर्भूतमस्ति. यतोहि नमति इति एकं पदमस्ति, परि इति एकं पदमस्ति, नमति परि. अतः समानपदं नास्ति, नम सखण्ड तत्र अखण्डपदं नास्ति, सखण्डपदमस्ति. परियोगः नमति इति परिणमति, सखण्डपदमस्ति, किन्तु तथापि समासः नास्ति, यतोहि समासः केवलं सुबन्तेषु भवति. समासः केवलं सुबन्तः सुबन्तः सुब् अन्ते यस्य सः. अत्र तिङन्तपदमस्ति चेत्, सखण्डपदम् अस्ति चेदपि समासः नास्ति इति कृत्वा अस्माकं रसाभ्यां नो नः समानपदे अट्कुप्वाङ्नुं विवायेपि इति सूत्राभ्यां न भवति. वस्तुतः तत्र अट्कुप्वाङ्नुं विवायेपि इति इत्यस्य कथनेन तत्र पर्याप्तमस्ति, यतोहि तत्र प्रथमसूत्रस्य तत्र अनुवर्तनम् अस्ति सम्पूर्णरीत्या. अत्र नास्ति, यतोहि समानपदं नास्ति, सकलपदमस्ति, किन्तु समासः अस्ति, समासः नास्ति. स्पष्टं खलु? अस्तु, प्रश्नः सम्यक्. अग्रे विद्या भगिनी, अन्तिमसूत्रम् अस्माकं कृत्यचः इति सूत्रमस्ति. उपसर्गात् निमित्तात् परस्य अचः उत्तरस्य कृत्स्थस्य नस्य णत्वं स्यात्. अत्र निमित्तम् उपसर्गे कार्यं कृत् प्रत्यये एव नान्यत्र. नकारात् साक्षात् प्राक् च अच्वर्णः भवेत्. ध्येयं यत् इदं णत्वं न अन्यैः णत्वविदायकसूत्रैः जायमानम्. अयं नकारः न प्रातिपदिकान्त नुं विभक्तिषु न वा नोपदेशस्य न वा संज्ञायाम् इति अस्ति. अत्र सूत्रमस्ति कृत्यचः इति. इति सूत्रमस्ति. अत्र अत्रापि उपसर्गस्य प्रसङ्गः उपसर्गात् निमित्तात् इति अस्ति. तर्हि उपसर्गे निमित्तम् अस्ति, तस्य अनन्तरं तत्र कृत् प्रत्ययः अस्ति. कृत् प्रत्ययस्य आदौ इत्युक्ते अजादिकृत् प्रत्ययः इति चिन्तयामि. कृत् प्रत्ययस्य अजादिकृत् प्रत्यये तत्र नकारः अस्ति. तर्हि नकारस्य अजादिकृत् प्रत्ययः इति नास्ति वा? अथवा अत्र अत्र नकारात् पूर्वम् अच् भवेत् इति वक्तव्यमस्ति. ओ नकारात् प्राक् अच् ओ कृत् प्रत्यये नकारः अस्ति, नकारात् प्राक् अच् वर्णः अस्ति, तत्र नकारस्य णत्वं भवति. एतत् सूत्रं विशिष्टसूत्रं. अत्र णत्वं भवति कृत् प्रत्यये, कृत् प्रत्ययस्य प्रसङ्गे. अत्र प्रातिपदिकान्त नुम् विभक्तिषु अथवा नोपदेश नोपदेशस्य अथवा संज्ञायाम् इत्यस्य प्रसङ्गः नास्ति इति अस्ति अत्र. अत्र कृत् प्रत्ययः इत्युक्ते उदाहरणं किं? कृत् प्रत्ययाः यत्र णत्वं भवति एते अन, यु, प्रयाणं, परिमाणं, प्रमाणं, परियाणम्. अत्र प्र इति उपसर्गः, अनन्तरं तत्र या इति धातुः, अनन्तरम् अन इति. अत्र अन इति कृत् प्रत्ययः ल्युडन्तं. तत्र कृत् प्रत्ययः नकारात् प्राक् अकारः अस्ति इति कृत्वा तत्र कृत्यचः इत्यनेन निमित्तम् उपसर्गे प्र इति अस्ति इति कृत्वा तत्र नकारस्य णत्वं भवति. बहु समीचीनमस्ति. केवलं संक्षेपे वदामि यत् धातुभ्यः विधीयमानाः प्रत्ययाः द्विविधाः, तत्र तिङ् कृत्, तत्र गच्छति, गच्छति, चिन्तयति इत्यादिषु तत्र पदेषु तत्र तिङ् विधीयते धातुभ्यः, धातुतः विधीयते तिङ्. अन्यत्र यत्र सुबन्तपदमस्ति, कृत् कृत् प्रत्ययः अस्ति चेत् यथा गमनीयमस्ति, गन्तव्यमस्ति, एतादृशु स्थलेषु धातुः अस्ति, अनन्तरं प्रत्ययः अस्ति, किन्तु स च प्रत्ययः तिङ् नास्ति, नाम क्रियापदमिति नास्ति, सुबन्तपदमस्ति, नामपदं, तत्र कृट् प्रत्ययः. तर्हि अत्र कार्यमस्ति कृट् प्रत्यये एव, अपि च निमित्तमस्ति उपसर्गः. अतः भागत्रयमस्ति अस्माकम् अत्र, भागत्रयं भवति उपसर्गः, धातुः, कृत् प्रत्ययः. मध्ये अस्ति धातुः, धातौ न कारणं न वा कार्यं, भागत्रयमस्ति. धातौ न कार्यं न कारणं न वा कार्यं, निमित्तं भवति प्रथमे भागे उपसर्गे, अनन्तरं धातुः, अनन्तरं कृत् प्रत्ययः. तस्मिन् तृतीये भागे कृत् प्रत्यये कार्यमस्ति नकारस्य णत्वम् इति स्थितिः अस्ति. तर्हि पश्येम किमस्ति अत्र, किं सहदेव महोदय तत्र द्वितीयं पठितुमिच्छति वा? केवलं शृणोमि महोदय. कुत्र स्मः इति जानाति वा? मान इति लिखितमस्ति, शानच्, मान शानच् इति प्रयायमानं, परियायमानं, चिन्तयामि तृतीय उपसर्गः कः, उपसर्गः कः? प्र उपसर्गः. अपि च मान इति कुत्र अस्ति? अन्ते अस्ति खलु, नाम तत्र प्र याय इति तत्र धातु धातोः भागः. अत्र किं कार्यमस्ति इति न अपेक्षितम् इदानीं. प्र याय इति धातोः भागः, अनन्तरं मान मध्ये धातोः भागः अस्ति, आदौ तत्र प्र इति उपसर्गः अस्ति, अन्ते इति मान. अस्तु, तदाधारेण वदतु तत्र निमित्तं कुत्र अस्ति, कार्यं कुत्र अस्ति. अनन्तरं कृत् प्रत्याहारे न न अत्र पदमस्ति प्रयायमाणम् अत्र निमित्तं कारणं कुत्र अस्ति इति अवगच्छति वा कारणम् णत्वस्य निमित्तं कुत्र अस्तु जयन्ती भगिनी सहायं करोतु कृपया यथा भवता उक्तं त्रयः भागाः सन्ति अत्र उपसर्गः अस्ति प्र तस्मिन् निमित्तम् अस्ति रकारः धातुः अस्ति याय इति माणम् इति कृत् प्रत्ययः अण अन् अन शानच् शानच् अस्तु माणम् इति शानच् अस्ति शानच् प्रत्ययः अतः अनेन नत्वं भवति प्रत्ययः इति सूत्रेण अत्र मान अत्र नकारात् पूर्वम् अकारः अस्ति अतः अचः उत्तरस्य कृत्स्थस्य नस्य तर्हि नकारात् पूर्वम् अकारः अस्ति रेफः उपसर्गे अस्ति कार्यमस्ति कृत्पतेये इति कृत्वा प्रयायमाणम् एवमेव पर्यायमाणम् अस्तु जयन्ति भगिनी अग्रिमं करोतु प्रत्ययः अस्ति आनीय आनीय आनीय प्रयाणीयं पर्यानीयम् अत्र प्रयाणीयम् इत्यस्मिन् उपसर्गः अस्ति प्र प्रयोगः धातु अस्ति यः यः या इति धातौ तु या इति तस्मिन् कार्यं वा कारणं नास्ति अकारः अस्ति खलु या इति या नियम् इति प्रत्ययः अस्ति कृत् प्रत्ययः अस्ति आनीय कृत् प्रत्ययः अस्ति आनीय कृत् प्रत्ययः अस्ति आनीय तस्मिन् कार्यं भवति न न इति नत्वं भवति अनेन न इति अस्मात् पूर्वम् आकारः अस्ति इति कृत्वा अस्तु प्रयाणीयं प्रयाणीयम् अस्तु समीचीनमस्ति लक्ष्मी भगिनी अग्रे आनि अप्रयाणि अपर्याणि अत्र आनि कृत् प्रत्ययः अनन्तरम् अत्र अप्रयाणि इत्यस्मिन् पदे भागत्रयमस्ति अकारः उपसर्गः अनन्तरं धातोः उपदेशावस्थायां धातोः रूपम् उपसर्गः अप्र इति उपसर्गद्वयमस्ति उपसर्गः अनन्तरं प्रापि उपसर्गः अनन्तरं या धातोः रूपम् अनन्तरं पानि आनिकृत् प्रत्ययस्य रूपमपि आगच्छति अतः याणि इति रूपम् आगच्छति अत्र निमित्तमस्ति प्रा इत्यस्मिन् उपसर्गे रेफः निमित्तमस्ति कार्यम् अकृत् प्रत्यये कार्यं भवति याणि इत्यस्मिन् पदं याणि भवति अतः अप्रयाणि अनन्तरम् अपरि बहु समीचीनमस्ति हा तत्रैव तत्रापि तथा अपर्याणि तत्र परि अपि च आनि इति स्थितिः अस्ति समीचीनमस्ति अग्रे पद्मा भगिनी अग्रे अग्रिमम् आं महोदय इनि निनि निनि कृत् प्रत्याहारे अस्ति अस्मिन् प्रया प्रयायन् परिवर्तनं भवति प्रयायिनौ परियायिन् परिवर्तनं परियायिनौ अत्र प्रा उपसर्ग अस्ति या धातु अस्ति यनि कृत् प्रत्याहारे अस्ति कृत्य कृत्यचः सूत्रेण पर्यायिणौ कृत्प्रत्याहार नकार नकार आदेशः भवति. हा समीचीनमस्ति. एन् इति अत्र अत्र उपसर्गः अस्ति प्र अपि च प्रत्ययः अस्ति एन् इति प्रमुखमस्ति. अत्र मध्ये किं किं कार्यमस्ति, कुत्रचित् ई धातुः कुत्रचित् या धातुः अस्ति. अत्र प्रयायेन् इति प्रातिपदिकमस्ति, प्रातिपदिकमस्ति द्विवचने प्रयायेणौ इति अस्ति. एवमेव पर्यायेन् पर्यायेणौ इति स्थितिः अस्ति. अनन्तरं मीनाभगिनी अग्रे निष्ठा. निष्ठा इत्युक्ते तत्र प्रत्ययद्वयम् अन्तर्भूतमस्ति. निष्ठा तत्र क्तप्रत्ययः क्तवतु, क्त क्तवतु, अनयोः सामूहिकनामकरणमस्ति पाणिनिना निष्ठा. अस्तु. प्रहीणः परिहीनः प्रहीणवान् परिहीनवान् प्र इति उपसर्गः हि इति धातुरूपमस्ति मध्ये. अत्र सम्पूर्णरीत्या तत्र हि इति धातुभागः अस्ति. तत्र मूलम् अस्ति, तत्र किं कार्यमस्ति इति न चिन्ता अस्ति. तत्र हि इति धातुभागः अस्ति. अनन्तरं क्त इति प्रत्ययः अस्ति. क्त यथा गतः, लिखितः इति तादृशं रूपम् अस्ति. कुत्रचित् क्तप्रत्ययस्य परिवर्तनं भवति, नाम त क्त इत्यस्मिन् त अवशिष्यते. त गतः, लिखितः, तत्र तकारस्य स्थाने नकारः कुत्रचित् भवति क्त प्रसङ्गे, तर्हि तत्र नकारः आगतः अस्ति. कुत्र प्रत्ययी प्रत्ययस्य एव नकारः अस्ति. नकारः आगच्छति यथा छिन् अवच्छिन्नः, भिन्नः, भिन्नशब्दः, भिन्नकृतान्तप्रत्ययान्तमस्ति. भिन्नः भिद्यते इत्यस्य भिद्यते भिन्नः, भिद्यते इति भिन्नः. अत्र कृतान्तप्रत्ययान्तमस्ति. तत्र तकारस्य नकारः, स च नकारः, तप्रत्ययस्य नकारः अत्रापि तथा. हा तर्हि निमित्तं कुत्र, कार्यं कुत्र इति वदतु. नकारः अस्ति उपसर्गः, सोरि प्रा इति उपसर्गः अस्ति. उपसर्गे रेपः अस्ति. कृत् प्रत्ययः अस्ति, ता नकारः भवति. नकारः उपसर्गात् नकारनिमित्तात् रेपनिमित्तात् नकारः भवति. उपसर्गनिमित्त प्रहीणः परिहीनः उभयत्र तथा अस्ति. उपसर्गे रेफा अस्ति, कृत् प्रत्यये नकारः अस्ति. अग्रिमम् उदाहरणं प्रहीणवान् प्र इति उपसर्गः, वान् इति कृत् प्रत्ययः प्रत्ययरूपं नास्ति. प्रहीणवान् अत्र क्तवतु इति प्रत्ययः अस्ति. क्तवतु, गतवान्, चिन्तितवान् इति क्तवतु. नाम यया रीत्या क्तप्रत्ययस्य तकारस्य स्थाने कुत्रचित् नकारादेशः भवति, क्तवतु अपि तथा गतवान् किन्तु भिन्नवान्, अवच्छिन्नवान् इति यद्यपि सामान्यतया बहुत्र न वदामः, किन्तु तादृशं रूपम् अस्ति. भिन्नः इति कृतान्तरूपम् अस्ति, भिन्नवान् इति कृतवतु. अत्रापि तथा नकारस्य नकारः कृतवतु इति. हा वदतु, प्रहीणवान् कथमस्ति. प्रयोगः हि योगः त्वतु प्रत्ययस्य रूपं नवान् इति. अत्र नकार उपसर्गरेपस्य कारणात् तु प्रत्ययस्य नकारः नकारः भवति. अनन्तरमेव एकः नकारः अस्ति, तद् नकारः न भवति. किमर्थं चेत् किमर्थं भवति वदतु. नकारः मध्ये नकारः अस्ति, तदेव बाधितमस्ति. सम्यक् सम्यक् अग्रे. परिहीनवान् अपि तदा एव. परि इत्यस्य उपसर्गे रेपः अस्ति, अनन्तरं क्वतु प्रत्ययः नवान् रूपम् अस्ति. अत्र नकारस्य नकारदेशः भवति. किमर्थम् अचः प्रबुग्नः परिबुग्नः प्रयोगः भुजो योगः त प्रयोगः भुज्योगः त ओदि ओदितश्च इत्यनेन ओकारेतः धातोरुत्तरस्य निष्ठातकारस्य नकारादेशः प्रयोगः भुज्योगः न चोहकुः प्रयोगः भुग्योगः न प्रभुग्नः. अत्र सूत्रे अचः इति अस्ति, इत्युक्ते अच्वर्णः नकारस्य पूर्वम् अच्वर्णः भवेत् इति वयं दृष्टवन्तः. किमर्थं तथा अस्ति इत्युक्ते, तत्र यथा प्रबुग्नः परिबुग्नः इत्यत्र नकारस्य पूर्वं यत्र अवर्णः नास्ति अथवा अच्वर्णः नास्ति, अत्र नकारस्य णत्वं न भवति. उदाहरणमस्ति प्रयोगः भुजो योगः त इति, तत्र इत्संज्ञा इत्संज्ञायाः लोपस्य इत् भागस्य लोकस्य अनन्तरं प्रयोगः भुज्योगः त इति भवति. अत्र ओदितश्च इति सूत्रेण यत्र तत्र धातोः ओकारः अस्ति, तत्र तत्र त भागस्य तकारः यदस्ति तस्य नकारादेशः भवति. निष्ठायकारः इत्युक्ते तत्र भुजो इति तत्र ओकारः आसीत् खलु महोदय, धातोः यत् तत्र इत्संज्ञा भूत्वा गतः तादृश ओकारः अस्ति चेत् तस्य अनन्तरं यः निष्ठाप्रत्ययः इत्युक्ते त अपि च तवतु तर्हि धातोः, किन्तु धातोः ओकारः इति कथनेन तत्र पर्याप्तं नास्ति खलु, भवती अवगच्छति इति मन्ये. किन्तु अत्र भुजो इति कीदृशं धातुरूपम् अस्ति? उपदेशावस्थायाम् अस्ति भुजो इति धातुरूपं, तत्र ओकारः अस्ति. इदानीं तत्र तत्र ओकारस्य भुजो इति उपदेशावस्थायाम् अस्ति, तत्र उपदेशे अजरुनासिक इत्यनेन ओकारः गच्छति स्यात्, तदनन्तरं बुच् इति लौकिक. अतः स च धातुः ओकारे ओकारेत् ओकारेत् ओ अस्तु ओकारेतः धातुः. तत्र इत्संज्ञकः ओकारः युग ओकारयुगः इत् ओकारेत् इति इत्तकारात् पदमस्ति धातोः विशेषणम् ओकारेत् धातुः. यथा यस्य इत्संज्ञकः ओकारः अस्ति स च धातुः ओकारेत् अस्ति, तर्हि उकारेतः धातुर् उत्तरस्य धातोः धातोः तिषष्ट्यन्तमस्ति. उकारेतः तिषष्ट्यन्तमस्ति विशेषणविशेषभावः. उकारेतः धातोः उत्तरस्य किमस्ति? निष्ठातकारस्य इत्युक्ते निष्ठा इति तवतु अपि च तान्तप्रत्ययः इति भवान् उक्त तप्रत्ययः इति भवान् उक्तवान्, तर्हि तादृशप्रत्ययस्य तकारभागः इत्युक्ते इदानीं त इत्यत्र पुनः ककारः गच्छति उपदे तत्र इत्संज्ञा भूत्वा त इति अवशिष्यते, तादृश त भागस्य नकारादेशः भवति, तर्हि प्रयोगः भुज्योगः न इति भवति. इदानीं चोः कुः इति भिन्नसूत्रमस्ति, येन तत्र चकारस्य चवर्गीयस्य कवर्गीयादेशः भवति. हलिपदान्ते च हलिपदान्ते च तर्हि जकारस्य स्थाने जलिपदान्ते च क्षम्यतां हलि इति उक्तं मया जलिपदान्ते च तर्हि जकारस्य स्थाने कवर्गीयादेशः गकारः तृतीयसदस्यः भवति तर्हि प्रयोगः बुग्योगः न इति भवति इदानीं न तत्र नकारः पश्यामः चेत् अत्र नकारस्य पूर्वम् अच्वर्णः नास्ति इति कृत्वा न तत्र नकारस्य णत्वं न भवति प्रबुग्नः इति एव रूपं तिष्ठति बहु समीचीनमस्ति अत्र विद्याभगिनी अनेन तत्र स्पष्टमस्ति यत् अजादिः प्रत्ययः इति न अत्र इति तकारादि अस्ति तत्र अच्वर्णः तस्मात् पूर्वमागतः अस्ति नाम तत् यदि भवति स्म तथानीम् अत्र तथा नास्ति प्रभुग्नः इति अस्तु प्रभुग्नः इत्यस्मिन् सर्वं स्पष्टं जातं तत्र निष्ठा विधायकनकारः तत्र अत्र ओदेश ओदितश्च इति सूत्रमस्ति पञ्च सप्त तादृश सूत्राणि सन्ति यथा भिन्नः तत्र ओदितश्च इति सूत्रेण न अपरेण सूत्रेण यथा यत्र गतित तकारस्य स्थाने नकारः भवति इति कानिचन सूत्राणि सन्ति अस्तु इदानीं प्रमुखत्वविधायकसूत्राणि अस्माभिः अवलोकितानि सन्ति सप्त पत्रं किमिति महोदय राजेन्द्र वदामि प्रश्नः अस्ति अत्र प्रभुग्नः तत्र अत्र मूले तु जकारः अस्ति यः तु बाधितवर्णः अस्ति बाधकम् अस्ति तत्कारणात् अपि तत्र नत्वं न भवति वा हा तदेव कारणेन अत्र उदाहरणमस्ति अनेन कारणेन तत्र अचः इति पूरितं नास्ति अचः इति नास्ति यतोहि तत्र नकारात् पूर्वम् अचवर्णः नास्ति इति कृत्वा प्रभुग्नः अस्ति समीचीनम् अस्तु इदानीम् अस्माकं तत्र अभ्यासपत्रं यत् अस्ति तत्रैव पश्येम यत्र पर्यन्तम् अस्माभिः पठितं गते सप्ताहे इदानीं रूप्यकाणि इति कीदृशी परिस्थितिः इति सरला भगिनी वदतु रूप्यकाणि अखण्डपद अस्ति निमित्तं रेप अस्ति रेप नकारमध्ये अट् कुप् वा नुम् व्यवाये अपि इति सूत्रस्य प्रसक्तिः अस्ति उकार अट् प्रत्याहारे पकार पवर्गे अस्ति यकार अट् प्रत्याहारे अस्ति प्रकार ककवर आकार प्रत्याहारे अस्ति सो इति समानपदमस्ति नकारस्य नकारः भवति रूप्यकाणि हा समीचीनं समीचीनं बहु सम्यक् अस्ति महोदय अग्रे रूप्यकाणि तत्र अट्कुप्वाङ्गायति इति सूत्रेण नत्वम् अग्रे महोदय अग्रे आम् भ्रमणम् अत्र अखण्डपदम् अस्ति अतः रेफः इति निमित्तमस्ति तत्र अनन्तरं मकारः अपि अकारः अस्ति अट् कुप् वान् नुम् व्यवयापि इति सूत्रेण तत् अट् वर्णः अस्ति ऋकारः नकारः मध्ये अट् वर्णः अस्ति अतः भ्रमणम् इति नकारस्य णकारः भवति सम्यक् सम्यक् रत्नभगिनी अग्रे भाषणम् अखण्डपदम् अस्ति अत्र षकारः निमित्तम् अस्ति कार्यमस्ति नकारः निमित्तकार्ययोः मध्ये आवर्णः अस्ति इत्युक्ते अट् वर्णः अट् कुप् वाङ् व्यवायेपि इति सूत्रेण नकार अट्कुप्वाङ्नुं व्यवायेपि इति सूत्रेण नकारस्य नकारः भवति. समीचीनमस्ति. अस्तु, अग्रे गच्छेम. सुब्रह्मण्यम् अग्रे. महोदय, रविमयूखेण अत्र क्षम्यतां महोदय, वयं कुत्र स्मः, कस्मिन् पुटे? तत्र गतिसप्ताहे करपत्रे यत्र अभ्यासपत्रे यत्र आस्म आस्म तत्र आस्म गतिसप्ताहे. आं, सुब्रह्मण्यम् अग्रे. रविमयूखेण सखण्डपदमस्ति अत्र रवि मयूखेण. अत्र किं भवति इत्युक्ते अत्र मयूखेण इति अत्र यः नकारः अस्ति तत्तु विभक्तिसम्बन्धिनकारः तृतीयविभक्तेः अस्ति अतः. परन्तु अत्र कवर्गीय व्यञ्जनम् अस्ति निमित्त अपि च कार्ययोः मध्ये अतः कुमति च इत्यनेन अत्र नकारस्य णत्वं भवति अपि च सः णकारः नित्यं भवति नित्यः. बहु समीचीनमस्ति, सम्यक् अस्ति. अस्तु, अग्रिमं कुर्मः इति राजेन्द्रमहोदय अग्रिमं करोतु. आम् महोदय, चक्रभ्रमणेन अत्र तु समस्तपदमस्ति परन्तु निमित्तं तु भ्रमणेन तत्रैव अस्ति, भ्रमणेन अस्ति. अत्कुप्वाङ् नुं व्यवाये अपि तत् तेन सूत्रेण मध्ये मकारः अस्ति, अपुवर्गी वर्णः अस्ति, तत्र नकारस्य नत्वं भवति तत् भ्रमणेन, चक्रभ्रमणेन. अस्तु, समीचीनमस्ति, अग्रे गच्छेम. अधुना पद्मा भगिनी वदतु. मुरारीणा अत्र विभक्ति प्रसक्ति अस्ति अत्र. प्रथमतया पदं सखण्डम् अखण्डं वा? सखण्डम् अस्ति. किमिति? खण्डनं करोतु. तस्य भागाः के सन्ति? मुरा आरि इना मुरा योगः विद्यापयि तथा अस्ति वा? मुरारिन् इति प्रायः अखण्डपदमस्ति खलु? अखण्डपदं मुरारिन् इति अखण्डपदं न महोदय, अखण्डपदमस्ति खलु? सखण्डपदमस्ति. मुरस्य अरि इति मुरस्य शत्रुः इति अर्थः भवति. अस्तु, समीचीनं. मुरा आरि अरि तथा अस्ति चेत् समीचीनं. सखण्डपदमस्ति वा? अस्तु, अत्र पूर्वपदस्य निमित्तमस्ति रेफः. उत्तरपदे नकार कार्यमस्ति. पूर्व अत्र प्रतिपादिकान्तर नुं विभक्तिषु च सूत्रप्रसक्तिः अस्ति इत्यनेन उत्तरपदस्य नकारं नकारस्य णत्वं भवति विकल्पेन. समीचीनं, समीचीनम् इति अस्ति. अस्तु, सम्यक्. महोदय, अत्र अरि अस्ति खलु महोदय? रेपः तु उत्तरपदे एव अस्ति. उत्तरपदे एव अस्ति. आम् महोदय, तदपि अस्ति. अहम् अग्रे पश्यन् आसम्. सम्यक्. तत्र उत्तरपदे एव निमित्तमस्ति. अतः सखण्डपदम् अस्ति चेदपि तादृशं चिन्तनं नापेक्षितमस्ति. अत्र केन सूत्रेण त्वम् न रषाभ्यां नोनः समान नोनः अस्ति इति सूत्रेण वा अत्र जयन्ति भगिनी वदतु अत्र केन सूत्रेण त्वं अट्कुप्वान्व्यवाये अपि अत्र इकारान्त अट्वर्गे अट्वर्गीय अस्ति अव्यवहित यत् रेफनकारयोः स्थितिः तत्र तादृशी अस्ति नाम अव्यवहिता अस्ति एव अस्ति चेदेव तत्र ऋषाभ्यां नोनः इति खलु पद्मा भगिनी अत्र अव्यवहिता इति नास्ति व्यवहिता अस्ति व्यवायेपि अतः अर्कुपाङ्गं विवाहति यतो हि मध्ये वर्णः सन्ति अत्र इकारः अस्ति अस्तु अस्तु तर्हि जयन्ति भगिनी अग्रे किं लिखितमस्ति अधोनिर्दिष्टेषु पदेषु नत्वप्रतिबन्धकान् वर्णान् आवरणे लिखन्तु यथा दकार दृढानि इति खलु महोदय तत्र दृढानि डकारः प्रतिबन्धकः वर्णः इत्यर्थः अस्तु प्रथमं करोतु राजकीयानि प्रतिबन्धकः प्रतिबन्धकाः सन्ति रेपः परन्तु जकारः अस्ति तत्र यः प्रतिबन्धकः सम्यक् सम्यक् जकारस्य कारणेन तरणत्वं न भवति अस्तु अग्रे पुष्पा भगिनी अग्रे महोदय अत्र मारीचेना तत्र चकारः अस्ति चकारस्य प्रभावेन नकारः अस्ति नत्वं चकारस्य कारणतः समीचीनमस्ति बालसुब्रह्मण्यमनगरे दर्शनानि रकारः तदनन्तरं न रेपः परे न अत्र बाधकं किमपि नास्ति दर्शनानि इति रूपमेव नत्वं न भवति नत्वं भवति न वा नत्वं न भवति किमर्थं दर्शनानि इति अन्तिमनकारः पदान्ते न न प्रथमतया पदान्ते नास्ति अन्ते पदान्ते ईकारः अस्ति दर्शनानि इत्यस्मिन् पदान्ते ईकारः अस्ति न तु नकारः किन्तु तस्मात् पूर्वम् अन्यः नकारः अस्ति खलु रेपः पर किमपि बाधः नास्ति अकारः एव अस्ति अकारः अकुब्बाङ्गवर्णः तत्र मेहुलमहोदय सायं करोतु मेहुलमहोदय आम् रेफस्य अनन्तरं शकारः अस्ति शकारः प्रतिबन्धकवर्णः अस्ति अतः अवगतं खलु बालसुब्रह्मण्य अवगतं खलु अत्र प्रतिबन्धकः अस्ति अस्तु अग्रे लक्ष्मी भगिनी अग्रे मृगकुलानि अत्र रेफनकारयोः मध्ये लकारः प्रतिबन्धकवर्णः अतः मृगकुलानि समीचीनं समीचीनं मीना भगिनी अग्रे अभिषेचनं शकारनकारयोः मध्ये चकारः प्रतिबन्धकः वर्णः अस्ति सम्यक् सम्यक् अग्रे विद्या भगिनी अग्रे परिवर्तनं तत्र रेपनकारयो मध्ये तकारः बाधकवर्णः सम्यक् सुब्रह्मण्यमग्रे प्रौढानां धकारः बाधकवर्णः बाधकवर्णः अस्ति सरला भगिनी अग्रे हरिसेवनं सखण्डपद अस्ति, रेफ नकारमध्ये सकारबाधकवर्णम् अस्ति, नकार सत्यं सत्यम्. अग्रे अग्रे सहदेव महोदय तत्र काटिमिच्छति वा? आम् महोदय. मर्कटेन चिन्तयामि प्रतिबन्धकः वर्णः टकारः. टकारः समीचीनं, बहु सम्यक् अस्ति. अस्तु अग्रे जगन्नाथमहोदय अग्रे. परिषिञ्चनम् अत्र चकारबाधक वर्णः. चकारः केवलं चकारः, ञकार अपि, ञकार हा ञकारचकारयोः हा प्रतिबन्धकत्वमस्ति. अस्तु अग्रे पद्मा भगिनी अग्रे. पितृदेवानाम् अत्र रेफः डकारः मध्योः दकारः वकारः प्रतिबन्धकम् अस्ति. वकारः प्रतिबन्धकः अस्ति वा? अत्र डकारः तत्र वकारः अस्ति वा? आम् परन्तु अत्र दकारः प्रतिबन्धकम् एव अस्ति. दकारः अस्ति. सम्यक् अस्तु अग्रे रत्ना भगिनी अग्रे. अस्तु मर्दनम् अत्र अखण्डपदमस्ति, दकारः प्रतिबन्धकः अस्ति. प्रतिबन्धकः अस्ति. राजेन्द्रमहोदय अग्रे. आम् महोदय. गृहस्थेन तेन अत्र तु तत्र सकारः अस्ति प्रतिबन्धकः, थकारः अपि अस्ति, परन्तु पूर्वं तु सकारः अस्ति तत्कारणात् न भवति नत्वा. सम्यक् अस्तु अग्रे अखिलभगिनी अग्रे. वैषज्यानि अत्र षकारः अस्ति निमित्तं, तदनन्तरं जकारः अस्ति इति कृत्वा तत्र जकारः बाधकवर्णः इति अस्ति. मूर्तीनां तकारः बाधकवर्णं सम्यक् अस्ति. लक्ष्मीभगिनी अग्रे. प्रतिमानाम् अत्र अखण्डपदमस्ति, रेफः निमित्तं रेफनकारयोः मध्ये तकारः प्रतिबन्धकवर्णः. प्रतिमानाम् अत्र सखण्डपदमिति उक्तं खलु, सखण्डपदमस्ति प्रति. अस्तु अग्रे गच्छेम. अत्र जयन्ती भगिनी अग्रे. वर्धनम् तत्र रकारः इति निमित्तं, परन्तु धकारः प्रतिबन्धकः अस्ति, प्रतिबन्धकवर्णः अस्ति. अस्तु अग्रे सुब्रह्मण्यमहोदय अग्रे. साम्राज्येन अत्र रेपः निमित्तमस्ति, जकारः प्रतिबन्धकवर्णः. अस्तु बहु समीचीनमस्ति. अग्रे पुष्पा भगिनी अग्रे. औषधानि अत्र षकारः निमित्तपदः निमित्तः प्रतिबन्धकः. अस्तु अस्तु अन्ततः गत्वा मीना भगिनी कृपया. चकारः प्रतिबन्धकः वर्णः. संक्षेपरूपेण प्रतिबन्धकानि वर्णानि चकारवर्गः, टकारवर्गः, तकारवर्गः, सकारः शकारः लकारः इति चिन्तयामि. कुत्र अस्ति तद् अचकेन इति पदमस्ति खलु? चकारः प्रतिबन्धकवर्णः. चकारः प्रतिबन्धकवर्णः अर्चकेन इति वार्तायाम् अहं चिन्तयामि संक्षेपरूपेण प्रतिबन्धकवर्णनानि किं किम् इति चिन्तयामि. चकारवर्गः, टकारवर्गः, तकारवर्गः, सकारः, शकारः, लकारः इति चिन्तयामि. हा हा, सम्यक् सम्यक् भगिनि, संक्षेपे सम्यक्तया उक्तमस्ति. अस्तु, इति न तु विषये सर्वेषां नैपुण्यं जायमानम् अस्ति, बहु बहु श्लाघनीयम् अस्ति इति विरमाम. अग्रिमसप्ताहे एतत् प्रायः समापयितुं शक्ष्यामः. बहु समीचीनमस्ति. तर्हि धन्यवादः सर्वेषां, नमस्कारः. धन्यवादः महोदय. धन्यवादः.